नमस्कारः. अस्माकं पाणिनीयवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अष्टाध्याय्यां सूत्राणां बलाबलचिन्तनम् इति विषयः अनुवर्तते. गतसप्ताहे अस्माभिः नित्यसूत्रस्य विषये चिन्तनं कृतम्. अत्र बलाबलस्य चिन्तनवेलायां एका परिभाषा वर्तते, पूर्वापरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषा वर्तते. तत्र पूर्वापर इति प्रसङ्गः तु यत्र सूत्रयोः मध्ये तुल्यबलविरोधः अस्ति, सङ्घर्षः अस्ति, तदानीं परसूत्रस्य बलं, पूर्वस्य अपेक्षया परसूत्रस्य बलं भवति यदा सूत्रयोः मध्ये सङ्घर्षः अस्ति, तुल्यबलविरोधः अस्ति. तदानीं विप्रतिषेधे परं कार्यं, विप्रतिषेधे परं कार्यम् इति सूत्रेण एव सिद्धमस्ति. परसूत्रस्य बलं यत्र विप्रतिषेधः अस्ति, नाम यत्र तुल्यबलविरोधः अस्ति, सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति, सूत्रद्वयम् अस्ति, अनयोः द्वयोः पृथक् पृथक् कार्यक्षेत्रम् अस्ति. इदानीम् एकस्मिन् सन्दर्भे तयोः एकत्र प्राप्तिः यदा अस्ति, तदानीं विप्रतिषेधे परं कार्यम् इत्यनेन परसूत्रस्य अधिकं बलम्, तस्य एव व्यक्तीकरणम् अस्ति परिभाषायां पूर्वपर इत्यत्र. तत्पश्चात् तत्र पूर्वपर, पूर्वस्य अपेक्षया परसूत्रं बलवत्, परस्य अपि अपेक्षया नित्यसूत्रं बलवत् अस्ति. तर्हि नित्यसूत्रं नाम किम् इति अस्माभिः गतवर्गे चर्चितमासीत्. नित्यं नाम कृताकृतप्रसङ्गी यः विधिः सः नित्यः इति उच्यते. इदानीमपि सूत्रद्वयम् अस्ति, अनयोः सूत्रयोः सङ्घर्षः अस्ति, समानकाले समानस्थले द्वयोः युगपत् प्रसक्तिः अस्ति. तदानीं तयोर्मध्ये किं सूत्रं कार्यं कुर्यात् इति चिन्तनवेलायां वयं पश्यामः. एकं सूत्रं यदा प्रथमं तस्य कार्यं स्यात्, तत्पश्चादपि अन्यस्य सूत्रस्य कार्यं यदि भविष्यति, तदानीं तत्र द्वितीयं सूत्रं नित्यसूत्रम् इति वदामः. यतोहि तस्य प्रसक्तिः पूर्वम् अपि आसीत्. सूत्रद्वयम् अस्ति, तत्र एकं सूत्रं कार्यं कारितं चेत् अपि अन्यस्य सूत्रस्य प्रसक्तिः अस्ति, नो चेत् तत्सूत्रमेव प्रथमम् अपि कार्यं कर्तुम् अर्हति. तदेव कृता कृत अकृत इत्युक्ते अन्यसूत्रस्य कार्यं कृतं चेदपि सूत्रं नित्यमस्ति तस्य कार्यं भवति, अन्यसूत्रस्य कार्यं न कृतं चेदपि यस्य सूत्रस्य कार्यं भवति तत्सूत्रं नित्यसूत्रम् इति वदामः. तस्य उदाहरणमपि अस्माभिः चर्चितं. तत्र तुदति इति रूपसिद्धिः लट्लकारे प्रथमपुरुषे एकवचने तुद् धातुतः वर्तमानकाले तुदति इति रूपं, तस्य रूपसिद्धिः कथं भवति इति चेत् तुद् योगः लट्, लट् लकारस्य विधानं श्रूयते वा मम ध्वनिः? आं भगिनि. अस्तु, समीचीनं. जयलक्ष्मी भगिनी, भवत्याः लैन् मध्ये क्लेशः, पुनः आगच्छतु. इदानीं श्रूयते भगिनि, मध्ये विघ्नः भग्नः आसीत्, इदानीं श्रूयते. अस्तु, तुदति इत्यस्य रूपसाधनार्थं तुद् योगः लट् इति सन्दर्भे तत्र लटः विधानं भवति, वर्तमाने लट् इत्यनेन लटः विधानं भवति. तत्पश्चात् लटः स्थाने तिङ् प्रत्ययः विहितः भवति. इदानीं तिङ् प्रत्ययम् आश्रित्य तुद् इत्यत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति, यतोहि तिङ् प्रत्ययः सार्वधातुकप्रत्ययः, अतः पुगन्तलघुपदस्य च इति सूत्रेण लघु उपदायाः गुणः भवति सार्वधातुके परे. तर्हि पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति. अपि च तत्र तिङ् प्रत्ययः सार्वधातुकः अस्ति इति कृत्वा कर्तरि शप् इति सूत्रस्यापि प्रसक्तिः अस्ति. अपि च तुदादिभ्यः शः इति सूत्रस्यापि प्रसक्तिः अस्ति. त्रयाणां सूत्राणां प्रसङ्गः अस्ति अत्र. तर्हि कर्तरि शप् अपि च तुदादिभ्यः शः इति पश्यामः चेत्, कर्तरि शप् इति सामान्यम् अस्ति, तस्य कार्यं तस्य अन्यत्र लब्धावकाशः अस्ति, वादिगणे तस्य कार्यं भवति, अपि च अन्यत्र बहुत्र तस्य कार्यं भवति. तुदादिभ्यः शः इति तथा नास्ति, केवलं तुदादिगणे एव तस्य कार्यं भवति इति कृत्वा तुदादिभ्यः शः इति सूत्रम् अपवादसूत्रमस्ति. यदि अत्र कार्यं न करोति चेत् व्यर्थं भवति. अतः अत्र कर्तरी शप् इति सूत्रं प्रबाद्य तुदादिभ्यः शः इति सूत्रम् अपवादबलेन अत्र कार्यं करोति. अतः कर्तरी शप् औट् आफ् द पिक्चर्. इदानीं तुदादिभ्यः श अपि च पुकन्तलघुपदस्य च अनयोः मध्ये सङ्घर्षः अस्ति. किं सूत्रं प्रथमं स्यात् इति प्रश्नः अत्र उदेति. तर्हि पश्यामः चेत् अत्र तुदादिभ्यः शः इति प्रथमं कार्यं करोति इति चिन्तयामः चेत् तर्हि अस्माकं चिन्तनम् अस्ति अत्र द्वयोर्मध्ये किं कार्यं करोति इति चेत् अत्र पुगन्तलघुपदस्य च इति परसूत्रम् अस्ति. तुदादिभ्यः शः इति पूर्वसूत्रमस्ति, पुगन्तलघुपदस्य च इति परसूत्रमस्ति. अस्तु, तर्हि इदानीं परसूत्रस्य बलेन पुगन्तलघुपदस्य च इति प्रथमं कार्यं करोति इति वयं चिन्तयामः चेत् तर्हि तत्र तुद् इत्यत्र गुणः भूत्वा तोद् योगः ति इति अस्ति. अधुनापि तुदादिभ्यः शः इति आगन्तुं शक्नोति, यतोहि तिङ् प्रत्ययः सार्वधातुकः अस्ति. अतः तोद्योगः अयोगः ति इति पश्यामः चेत् अत्र अनिष्टरूपापत्तिः भवति, यतोहि तोदति इति रूपं नास्ति, तुदति इति रूपम् अस्ति. अपि च पश्यामः चेत् अत्र श प्रत्ययं निमित्तीकृत्य गुणः सम्भवति एव न, यतोहि श प्रत्ययः अपित् अस्ति, अतः गुणनिषेधः भवति. अतः अत्र क्लेशः सम्भवति. तदर्थं वयं पश्यामः इदानीं तत्र पुगन्तलघुपदस्य च इति प्रथमं कार्यं करोति चेत् अपि तुदादिभ्यः शः इति कार्यं कर्तुम् अर्हति. इदानीं पुगन्तलघुपदस्य च इत्यस्य का गतिः इति पश्यामः चेत् यदि तुदादिभ्यः शः इति प्रथमं कार्यं करोति इति चिन्तयन्तु, तदानीं तुदादिभ्यः श इति प्रथमं कार्यं करोति चेत् श इति विकरणप्रत्ययस्य विधानं, तर्हि तुद् योगः श योगः ति. इदानीं तत्र पुगन्तलघुपदस्य च इत्यस्य कार्यं भवति वा इति चेत् अत्र न भवति, यतोहि तिङ् प्रत्ययम् आश्रित्य तु न भवति, यतोहि मध्ये श इति प्रत्ययः अस्ति. तिङ् प्रत्ययम् आश्रित्य किमर्थं न भवति इति चेत् इदानीम् अङ्गम् अस्ति तुद इति अङ्गम् अस्ति. तुद इति अङ्गे उपधायाम् इक् वर्णः एव नास्ति, अतः तिङ् प्रत्ययम् आश्रित्य गुणः न सम्भवति. श प्रत्ययम् आश्रित्य गुणः भवति वा पुगन्तलघुपदस्य च इत्यनेन इति चेत् गुणस्य प्रसक्तिः तु अस्ति, परन्तु प्राप्तिः नास्ति, यतोहि श प्रत्ययः अपित् अस्ति, सार्वधातुकम् अपित् निद्वत् अस्ति, अतः क्निति च इति सूत्रेण गुणनिषेधः. अतः इदानीं पश्यामः चेत् यदि तुदादिभ्यः शः इति प्रथमं कार्यं करोति तदानीं पुगन्तलघुपदस्य च इत्यस्य अवसरः नास्ति, परन्तु पुगन्तलघुपदस्य च इति प्रथमं कार्यं करोति चेत् तुदादिभ्यः शः इत्यस्य अवसरः तदानीम् अपि अस्ति. अतः अनयोर्मध्ये तुदादिभ्यः शः इति सूत्रं नित्यसूत्रम् अस्ति, अतः नित्यसूत्रबलेन तस्य कार्यं प्रथमं भवति. अतः तुद्योगः शयोगः ति इति अस्ति. श इति यदा भवति तदानीं तु गुणस्य प्राप्तिः नास्ति, गुणनिषेधः अस्ति, अतः तुदति इति रूपं निष्पन्नम् अस्ति. बुद्धं वा? प्रश्नः अस्ति वा? अस्तु, अग्रे गच्छेम वा? अस्तु, तर्हि इदानीं नित्यसूत्रमपि द्वयोः सूत्रयोः मध्ये नित्यसूत्रम् इति एव वक्तव्यं वा? सत्यं, यत्र सूत्रद्वयम् अस्ति एव तदानीमेव चिन्तनं भवति खलु, बलबलचिन्तनं. सर्वदा नित्यसूत्रं नास्ति अस्मिन् प्रसङ्गे, प्रसङ्गवशात् नित्यम् अस्ति. इदानीं तत्र एकं सूत्रं नित्यम् चिन्तयतु अस्मिन् प्रसङ्गे, तत् सूत्रं नित्यं भवति अन्यस्मिन् प्रसङ्गे इति नास्ति. एकस्मिन् प्रसङ्गे तत् सूत्रं नित्यं भवति, अन्यस्मिन् प्रसङ्गे तद् नित्यमपि न स्यात्. यदा तत्र अन्येन सूत्रेण यदा तत्र तुलना भवति तदानीं नित्यमपि न भवितुम् अर्हति तत्र कुत्रचित्. अस्तु भगिनी, अस्मिन् पुस्तके एतत् स्पष्टमेव, किन्तु यदा गुणः सम्भवति यथा भूयोगति तत्र कर्तृशप् आगच्छति, तत्र कथम् एतत् प्रवर्तते नित्यसूत्रमिति वक्तुं शक्नुमः वा? शपविधानन्तरमपि सर्वदात्कार्थदात्वयोः इत्यस्य भवति इति वा? हा सत्यं, गुणः भवति एव तत्र, पूर्वमपि भवति, कर्तृषप् इत्यस्य पूर्वमपि गुणः भवितुम् अर्हति, कर्तृषप् विधानस्य अनन्तरमपि गुणः भवति एव तत्र, तस्मिन् सन्दर्भे नित्यसूत्रं तत्र अस्ति वा नास्ति वा? तत्र तु क्रमस्य तादृशमहत्त्वं नास्ति खलु, तत्र तु क्रमस्य महत्त्वं नास्ति, अत्र तु क्रमस्य महत्त्वम् अस्ति, यतोहि गुणः प्रथमं भवति चेत् तत्र अनिष्टरूपपत्तिः भवति खलु. सत्यं, तुद्योगः ति इत्यत्र गुणः प्रथमं भवति चेत् तोदिति भवति, तर्हि तोदति इति रूपम् अनिष्टमस्ति, अतः अत्र क्रमस्य महत्त्वम् अस्ति. भुगन्धलघुपदस्य च इति प्रथमं न स्यात्, स्तुदादिभ्यः श इति एव प्रथमं स्यात् इति महत्त्वम् अस्ति, परन्तु भवादिगणे तादृशमहत्त्वं नास्ति, अतः तत्र नित्यसूत्रस्य चिन्तनमेव न आवश्यकं. नित्यसूत्रमिति चिन्तयति चेदपि तत्र तस्य महत्त्वं नास्ति खलु. इदानीं तनादिक्रीभ्यः तत्र च यदा भगिन्या उक्तं तदेव प्रसक्तिः नास्ति नित्यसूत्रस्य, तादृशसङ्घर्षः नास्ति अत्र तत्र. रूपं तु प्राप्यते किन्तु क्रमः भेदः भवति. अपि च सामान्यतया पश्यामः चेत् विकरणप्रत्ययस्य विधानमेव प्रथमं भवति, तदनन्तरं तत्र क्रमेण तत्र कार्यं भवति इति सामान्यचिन्तनमस्ति, परन्तु यत्र बलाबलस्य चिन्तनम् एवं कुर्मः तत्र तुदादिभ्यः अपि च पुगन्तलघुपदस्य च इत्यत्र तु क्रमस्य बहु महत्त्वम् अस्ति, परन्तु अन्येषु स्थलेषु तादृशमहत्त्वं न स्यात्, अतः तत्र गुणः प्रथमं कुर्मः चेदपि तत्र क्लेशः न भवति. तस्मिन् समये नित्यसूत्रस्य चिन्तनमेव न भवति इति खलु. यतोहि पश्यति चेत् सूत्रद्वयमपि नित्यरूपेण भासते खलु. हा नित्यरूपेण भासते, सत्यं, हा नित्यरूपेण भासते, तत्पश्चात् तत्र अन्यत् किमपि नास्ति. तर्हि इदानीम् अत्र पश्यामः चेत् सर्वधातुक अर्धधातुकयोः इति सूत्रं परसूत्रमस्ति, नित्यसूत्रमपि अस्ति, अतः परत्वात् नित्यत्वात् तत् सूत्रं प्रथमं कार्यं कुर्यात् इति वयं चिन्तयितुं शक्नुमः, अतः गुणः प्रथमं भवतु तदनन्तरं विकरणविधानम् इति वयं चिन्तयितुं शक्नुमः, क्लेशः नास्ति तत्र. अस्तु भगिनि, धन्यवादः. अस्तु तर्हि इदानीं तत्र नित्यसूत्रस्य प्रसङ्गे कोऽपि प्रश्नः वा? भगिनि, पुगन्धलघुपदस्य सूत्रं नित्यसूत्रं नास्ति इति निश्चयं कृतं, सर्वत्र पुगन्धलघुपदस्य नित्यसूत्रं वा? न, अस्मिन् प्रसङ्गे नित्यसूत्रं नास्ति पुगन्धलघुपदस्य च, अन्यत्र कुत्रचित् पुगन्धलघुपदस्य च इति नित्यसूत्रं भवितुम् अर्हति, तत्र तत्प्रसङ्गवशात् तत्र कथम् अस्ति कार्यम् इति चिन्तनीयम्, तयोः सूत्रयोः प्रसङ्गः तत्र कार्यं कथम् अस्ति इति चिन्तनीयम्, अतः प्रत्येकं सन्दर्भं भिन्नं भवति. अस्तु भगिनि, अस्तु अस्तु, कोऽपि सारांशरूपेण वदति वा अत्र किं जातम् इति? लक्ष्मीभगिनी वदतु. आं भगिनि, द्वयोः सूत्रयोः मध्ये सङ्घर्षः अस्ति यथा, तस्मिन् समये ते सूत्रे तुल्यबले सूत्रे इति वदामः, तत्र सङ्घर्षः भवति, प्रतिषेधः भवति, तस्मिन् समये पूर्वपर इति सूत्रम् इति दृष्ट्वा विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्रं बलवत् भवति, किन्तु सङ्घर्षः नास्ति इति चेत् तुल्यबल विरोधः नास्ति, तस्मिन् समये द्वयोः सूत्रयोः प्रसक्तिः अस्ति प्रायः निमित्तम् आश्रित्य प्रसक्तिः अस्ति एकस्मिन् स्थले एकस्मिन् सन्दर्भे तस्मिन् समये यत् सूत्रं कृताकृतप्रसङ्गी भवति कृताकृतप्रसङ्गी यः विधिः भवति तत् सूत्रं नित्यसूत्रम् इति उच्यते इति चेत् द्वयोः सूत्रयोः एकं सूत्रं प्रथमं करोति चेदपि द्वितीयस्य सूत्रस्य प्रसक्तिः अस्ति तत् कर्तुं शक्नोति इति चेत् तत् सूत्रं नित्यसूत्रम् इति वक्तुं शक्नुमः. नित्यसूत्रं प्रथममपि प्रवर्तनं कर्तुं शक्नोति अपरं च प्रवर्तते तादृशं सूत्रं नित्यसूत्रम् इति वक्तुं शक्नुमः. अन्यत् सूत्रं यथा कारितं चेत् प्रथमं कारितं चेत् तत् प्रवर्तते तदनन्तरं नित्यसूत्रस्य अनन्तरं कारितं चेत् तस्य विधिः न भवति तत् कार्यं न करोति इति द्रष्टव्यं इति वि केन् सी. समीचीनं तर्हि अत्र अस्माकं चिन्तनक्रमः कथम् अस्ति इति चेत् अत्र पश्यामः प्रथमं तुल्यबलविरोधः अस्ति वा इति पश्यामः. तुल्यबलविरोधः अस्ति चेत् परसूत्रं परसूत्रस्य विषये यदा चिन्तनं कुर्मः तदानीं नित्यसूत्रमस्ति वा इति अपि चिन्तयामः. यतोहि नित्य परसूत्रस्यापि अपेक्षया नित्यसूत्रं बलवत् अतः नित्यसूत्रमस्ति वा इति चिन्तयामः. तत्पश्चात् अपवादसूत्रमस्ति वा इति चिन्तयामः. यत्र वयं दृष्ट्वा एव जानीमः यत् सूत्रमेकं सूत्रम् अपवादसूत्रमस्ति तदानीं नित्यसूत्रस्य अपि च तुल्यबलविरोधः इत्यस्य विषये चिन्तनमेव नावश्यकम्. अपवादसूत्रम् अस्ति इति वयं पश्यामः चेत् तदानीं नित्यं भवतु यत्किमपि भवतु चिन्ता एव नास्ति अपवादसूत्रस्य एव कार्यं भवति यतोहि अपवादसूत्रस्य एव अधिकं बहु अधिकं बलम् अस्ति सर्वेषाम् अपेक्षया. अतः अपवादसूत्रस्य कार्यं प्रथमं भवति इत्युक्ते तत्र निरवकाशत्वम् अपवादस्य लक्षणं. यत्सूत्रं निरवकाशं भवति तत्सूत्रम् अपवादसूत्रं भवति तत्सूत्रं व्यर्थं मा भूत् इति कृत्वा तस्य कार्यं प्रथमं भवति. अस्तु भगिनी एकः प्रश्नः क्षम्यताम्. तद्दिने यदा वयं चर्चां कृतवन्तः आसीत् तत्समये तुदादिभ्यः शः इति सूत्रम् अपवादः सूत्रं नास्ति पुगन्तलघुपदस्य च इति द्वयोः सूत्रयोः मध्ये किमर्थम् इति प्रश्नः आसीत्. तस्य उत्तरं कथं भवति भगिनि अपवादसूत्रं कदा भवति अपवादसूत्रं भवति यथा तस्य कार्यक्षेत्रं लघुः अस्ति निरवकाशत्वम् अपि अस्ति तस्मिन् समये अपवादसूत्रं कार्यं करोति. अत्र तु पुगन्तलघुपदस्य च तेषां कार्यक्षेत्रमेव भिन्नः अस्ति खलु तत्र सब्सेट् तु नास्ति. अत्र तुदादिभ्यः शः इति सूत्रं व्यर्थं भवति इति वक्तुं शक्यते वा? शक्यते. तुदादिभ्यः शः अत्र कार्यं न करोति चेत् अन्यत्र कार्यं कर्तुं न शक्नोति. न अत्र पश्यतु व्यर्थं भवति इति कथं वक्तुं शक्नुमः? तुदादिभ्यः शः अपवादसूत्रम् इति कथं वक्तुं शक्नुमः? पुगन्तलघुपदस्य च इति सूत्रस्य कार्यानन्तरं तुदादिभ्यः शः इत्यस्य कार्यमेव न भवति चेत् तदानीमेव व्यर्थम् इति वक्तुं शक्नुमः खलु? पुनरेकवारं वदतु भगिनी कृपया. इदानीं पुगन्तलघुपदस्य च तुदादिभ्यः शः अनयोः सङ्घर्षः. इदानीं तुदादिभ्यः शः इति सूत्रम् अपवादसूत्रं वा इति प्रश्नः. अपवादसूत्रम् इत्युक्ते किम्? अत्र कार्यं न करोति चेत् अन्यत्र तस्य अवकाशः नास्ति तदानीम् अपवादसूत्रम् इति वदामः खलु? तर्हि इदानीम् इत्युक्ते तस्य अर्थः कः इत्युक्ते अन्यस्य सूत्रस्य कार्यानन्तरम् अस्य अवकाशः नास्ति इति अर्थः. इदानीं पुगन्तलघुपदस्य च इत्यस्य कार्यानन्तरं तुदादिभ्यः शः इत्यस्य अवकाशः नास्ति वा? अस्ति तदादिपेशः प्रवर्तते अस्ति अतः व्यर्थं भवति इति कथं वक्तुं शक्नुमः अस्मिन् सन्दर्भे न वक्तुं शक्नुमः पश्यति खलु भेदः इत्युक्ते यत्र तत्र वृद्धिरेचि अपि च आद्गुणः इत्यत्र पश्यति चेत् अत्र योगः एव इति उदाहरणे आद्गुणः इत्यस्य प्रसक्तिः अस्ति वृद्धिरेचि इत्यस्य प्रसक्तिः अस्ति यत्र यत्र वृद्धिरेचि कार्यं करोति एचि परे तत्र सर्वत्र आद्गुणः इति अपि कार्यं करोति यदि आद्गुणः इति सूत्रं प्रथमं कार्यं करोति अत्र योगः एव तत्र किं भवति अत्रैव अतिरूपम् इति भवति अत्रैव इति सन्दर्भे वृद्धिरेचि कार्यं कर्तुम् अर्हति वा यदि आद्गुणः इति सूत्रस्य कार्यं जायते तत्पश्चात् वृद्धिरेचि इत्यस्य अवकाशः अस्ति वा नास्ति वृद्धिरेचि न प्रवर्तते नास्ति खलु तर्हि तादृशसन्दर्भे वयं वदामः सूत्रं व्यर्थं भवति तस्य अवकाशः नास्ति अन्यत्र कुत्रापि नास्ति तस्य अवकाशः अत्र तादृशसन्दर्भः नास्ति अत्र नित्यप्रसङ्गः अस्ति अतः अपवादसूत्रम् इति वक्तुं न शक्यते अत्र वदतु द्वयोः सूत्रयोः निमित्तं समानं भवति चेदेव अपवादसूत्रस्य चिन्तनं भवति इति वक्तुं शक्नुमः वा यदा कर्तरिशब्दुदादिभ्यः च निमित्तं समानम् अस्ति आद्गुणः वृद्धिरेचि च समानं निमित्तम् अस्ति तादृशसन्दर्भे एव आद्गुणः वृद्धिरेचि इत्यत्रापि समानं निमित्तं नास्ति परन्तु एकस्य निमित्तम् अन्यस्य सब्सेट् अस्ति वृद्धिरेचि इत्यस्य निमित्तम् आद्गुणः इति इत्यस्य निमित्तस्य अन्तर्भूतम् अस्ति तदानीं तत्र अपवादसूत्रमिति वदामः परन्तु यत्र एकस्य कार्यानन्तरमपि अन्यस्य कार्यं भवति तर्हि अवकाशः अस्ति खलु व्यर्थं भवति इति कथं वक्तुं शक्नुमः अत्र तु तुदादिभ्यः शः इत्यस्य कथञ्चित् अपि अवकाशः अस्ति अतः अपवादः इति वक्तुं न शक्नुमः प्रश्नः अस्ति भगिनि क्रियापद उत्पत्तिसमये विकरणप्रत्यय प्रथमविधीयमानः अस्ति किल तत्र तस्य पश्चात् एव तिपस्य विधानं भवति इति सामान्यक्रमः तादृशक्रमः किमर्थं स्वीकृतः इति चेत् एतत् सर्वं विचिन्त्य एतादृशक्रमः स्वीकृतः एतत् सर्वं विचिन्त्य सामान्यतया वयं वदामः प्रथमं विकरणप्रत्ययस्य विधानं तदनन्तरं तत्र अङ्गकार्याणि इति वयं वदामः सामान्यक्रमः तादृशक्रमः कथं निष्पन्नः इति चेत् एतादृशचिन्तनं सर्वं कृत्वा तादृशक्रमः निष्पन्नः तेन कारणेन एतावत् एतावता नित्यसूत्रमिति अस्मिन् सन्दर्भे तस्य चिन्तनस्य अवश्यमस्ति वा अन्यथा मा चिन्तयतु मम प्रश्नः नित्यसूत्रम् इत्यस्य अर्थः कः तदर्थम् एतत् उदाहरणं दत्तमस्ति यद्यपि वयं जानीमः सामान्यतया विकरणप्रत्ययः एव प्रथमं विधीयते इति वयं जानीमः तथापि नित्यसूत्रस्य उदाहरणं दातव्यं खलु तदर्थम् इदम् उक्तमस्ति अस्माकम् अवगमनार्थम् अतः तत्र एतादृश उदाहरणं वयं स्वयं न निर्मितम् अत्र परिभाषेन्द्रशेखरे अपि एतादृश उदाहरणम् अस्ति धन्यवादः भगिनि अस्तु तर्हि इदानीम् अग्रे गच्छेम अन्तरङ्गम् इति विषयः अस्ति अत्र अरविन्द महोदय पठति वा अन्तरङ्गम् अन्तरङ्गं बहुविधम् अतः महान् प्रपञ्चः अत्र प्रकारद्वयं प्रदर्श्यते अस्मिन् प्रसङ्गे अङ्गम् इत्यनेन न अवयवः न वा यस्मात् प्रत्ययविधिस्तदादिप्रत्ययङ्गम् इति रीत्या अङ्गकार्यस्य अङ्गम् अपि तु तत्र अङ्गम् इत्युक्ते निमित्तम् अन्तरङ्गम् अन्तरङ्गस्य विषयं बहुविधम् अस्ति इति दत्तमस्ति अत्र अत्र द्वयप्रकारयोः प्रदर्शनं आधारीकृत्य तस्य विवरणम् अधोभागे दत्तमस्ति अस्मिन् प्रसङ्गे अने अङ्गम् इत्युक्ते अवयवः नास्ति यथा साधारणरीत्या अङ्गम् इत्युक्ते विकाररूपेण अवयवरूपम् इति चिन्तयामः तत्तु नास्ति न तु यस्मात् प्रत्यये अङ्गम् इति सूत्रेण अङ्गकार्यस्य अङ्गम् अपि नास्ति तत्कारणेन अङ्गम् इत्र नित्यम् इति अवगमनं करणीयम् इति दत्तमस्ति अस्मिन् परिच्छेदे निमित्तं समीचीनं तर्हि अस्माकम् इदानीं तत्र नित्यसूत्रस्य अनन्तरम् अन्तरङ्गसूत्रस्य विषये चिन्तनं जायमानमस्ति तर्हि अन्तरङ्गं नाम किम् इति अत्र प्रश्नः भवति अन्तरङ्गं बहुविधम् अस्ति अत्र बहुविधमस्ति अन्तरङ्गं महान् प्रपञ्चः अस्ति अन्तरङ्गस्य चिन्तनं सर्वदा न भवति सामान्यतया यदा सूत्रयोः बलाबलस्य चिन्तनं भवति तदानीं पूर्वपरप्रसङ्गः भवति नो चेत् नित्यसूत्रस्य प्रसङ्गः भवति अपवादसूत्रस्य प्रसङ्गः भवति बहु विरलतया तत्र अन्तरङ्गस्य विषये चिन्तनं भवति अन्तरङ्गविषये तत्र किञ्चित् क्लेशः तु अस्ति एव अवगमने यतोहि बहवः मतभेदाः अपि सन्ति अन्तरङ्गस्य विषये बहवः मतभेदाः अपि सन्ति अतः महान् प्रपञ्चः अस्ति तर्हि अत्र वयं प्रकारद्वयस्य विषये चिन्तनं कुर्मः तर्हि अत्र अन्तरङ्गम् इति अस्ति अन्तः अङ्गम् इति अस्ति अन्तः अङ्गं तर्हि अनयोः पदयोः कः अर्थः इति चिन्तयामः तर्हि अङ्गम् इति शब्दः अस्ति तत्र अन्तरङ्गम् इत्यत्र अङ्गम् इत्यस्य कः अर्थः इति चेत् सामान्यलोकव्यवहारे अङ्गम् इत्युक्ते अवयवीभावः अङ्गाङ्गीभावः अवयव अवयवीभावः इत्युक्ते मम हस्तः अपि च मम शरीरम् अनयोः अवयव अवयवीभावः अस्ति अङ्ग अङ्गीभावः अस्ति मम हस्तः अवयवः अङ्गम् अस्ति मम शरीरम् अङ्गी अस्ति अङ्गम् अस्य अस्ति अङ्गी इति इनिप्रत्यान्तशब्दः इति तादृशव्यवहारः अस्ति लोके परन्तु अत्र अङ्गम् इत्युक्ते तादृश अर्थः नास्ति अवयव अवयवीभावः नास्ति अपि च व्याकरणे वयं यदा वदामः अङ्गम् यदा वदामः यदा तुद्योगः श इत्यत्र तुद् इति अङ्गम् अस्ति श इति प्रत्ययस्य अपि च तुद्योगः शयोगः ति इत्यत्र ति प्रत्ययं निमित्तीकृत्य अङ्गमस्ति तुद इति अङ्गम् तर्हि तदर्थम् अत्र सूत्रमस्ति यस्मात् प्रत्ययविधिस्तदादिप्रत्ययङ्गम् इति सूत्रम् इत्युक्ते यस्मात् प्रत्ययः विधीयते तुद् योगः श तुद् इत्यस्मात् श इति प्रत्ययः विधीयते तर्हि श इति प्रत्ययं निमित्तीकृत्य अङ्गमस्ति तुद् इदानीं तत्र तुद् इति धातुतः एव ति इति प्रत्ययः विधीयते तुद् योगः ति इत्यत्र तुद् इति धातुतः ति तिङ् प्रत्ययः विहितः अस्ति तर्हि अत्र तुद् इति अङ्गमस्ति वा इति चेत् तुद् इत्यस्य अनन्तरं तत्र श इति अस्ति खलु श इति विधानम् अस्ति तर्हि श इति अपि योजयित्वा यस्मात् प्रत्ययविधिः तदादि इति उक्तत्वात् तत्र श इति अपि योजयित्वा तुद इति अङ्गमस्ति तिङ् प्रत्ययस्य तर्हि तत्र तु अङ्गम् इति तत्र पारिभाषिकशब्दः अस्ति व्याकरणविशिष्टपारिभाषिकशब्दः अस्ति अङ्गम् अन्तरङ्गम् इत्यत्र सामान्यलोकव्यवहारस्य अङ्गमपि नास्ति व्याकरणपारिभाषिकशब्दः अपि नास्ति अत्र अङ्गम् इत्युक्ते निमित्तम् इति अर्थः अस्तु इदानीम् अग्रे गच्छेम अस्तु इदानीं वंशी भगिनी पठतु आं भगिनि पठामि. परिभाषेन्दुशेखरग्रन्थे लिख्यते, नित्यादप्यन्तरङ्गं बलीयः अन्तरङ्गे बहिरङ्गस्यासिद्धत्वात् अस्तु. नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्. कारणम् अस्ति यत् अन्तरङ्गे बहिरङ्गस्यासिद्धत्वात् अन्तरङ्गे अस्तु. अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्. तावद्वदतु. किञ्चित् भ्रमः अस्तु. तत्र परिभाषेन्दुशेखरग्रन्थे एतत् वाक्यमस्ति, नित्यादपि अन्तरङ्गं बलीयः अन्तरङ्गे बहिरङ्गस्यासिद्धत्वात् अस्तु. नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत् इति तत्र वयं सूत्रे तत्र परिभाषा अपि दृष्टवन्तः. पूर्वपरनित्य अन्तरङ्ग अपवादान उत्तरोत्तरे बलीयः इत्यस्मिन् अपि अन्तरङ्गः नित्यसूत्रस्य अपेक्षया बलवत् अस्ति. कारणमस्ति यत्र यत् अन्तरङ्गे बहिरङ्गस्यासिद्धत्वात् तत् न अवगच्छामि भगिनि. इत्युक्ते एतत् वाक्यं न अवगच्छामि भगिनि. अन्तरङ्गे बहिरङ्गस्यात् सिद्धत्वात् इत्युक्ते तत्र यथा अस्माभिः चर्चितं नित्यसूत्रस्य प्रसङ्गे एकं सूत्रं नित्यम् अन्यत् सूत्रम् अनित्यम् इति यथा चर्चितं, यत्र अन्तरङ्गस्य चिन्तनं भवति वयं सूत्रद्वयं दृष्ट्वा एकं सूत्रम् अन्तरङ्गम् इति वयं यदा निर्णयं कुर्मः तदानीम् अन्यत् सूत्रं किं भवति? ओ बहिरङ्गस्य अस्तु, बहिरङ्गसूत्रम् अस्ति वा? अस्तु, अन्यसूत्रं बहिरङ्गम् अस्ति, तर्हि बहिरङ्गसूत्रम् असिद्धं भवति. अन्तरङ्गस्य अपेक्षया बहिरङ्गम् असिद्धं भवति इत्युक्ते तत्र केचन नियमाः सन्ति येन वयं अभिज्ञातुं शक्नुमः, येन वयं ज्ञातुं शक्नुमः एकं सूत्रम् अन्तरङ्गसूत्रम् अस्ति इति वयं ज्ञातुं शक्नुमः. तर्हि एकं सूत्रम् अन्तरङ्गम् इति यदा वयं जानीमः तदानीम् अन्यत् सूत्रं बहिरङ्गं भवति. तर्हि बहिरङ्गं सूत्रं तत्र असिद्धं भवति. तर्हि बहिरङ्गसूत्रं नित्यसूत्रं भवितुमर्हति, परसूत्रं भवितुमर्हति, यत्किमपि भवितुमर्हति बहिरङ्गसूत्रं. तथापि तत्र अन्तरङ्गसूत्रस्य बलम् अधिकम् अस्ति. अतः एव अत्र उक्तमस्ति नित्यादपि अन्तरङ्गं बलीयः. अन्तरङ्गे बहिरङ्गम् अबहिरङ्गस्य असिद्धत्वात् इत्युक्ते नित्यात् अपि अन्तरङ्गं बलीयः इत्यस्य कः अर्थः इति चेत् सूत्रद्वयम् अस्ति, द्वयोर्मध्ये एकं सूत्रम् अन्तरङ्गम् इति यदा वयं निर्णयं कुर्मः कथम् इति अग्रे पश्यामः. एकं सूत्रम् अन्तरङ्गम् इति कथं निर्णयं कुर्मः इति अग्रे पश्यामः. परन्तु एकं सूत्रम् अन्तरङ्गम् इति यदा निर्णयं कुर्मः तर्हि अन्यत् सूत्रं बहिरङ्गं भवति. तादृशबहिरङ्गसूत्रं नित्यसूत्रं भवितुमर्हति, परसूत्रमपि भवितुमर्हति, तथापि तस्य बलं नास्ति. तस्य अपेक्षया अन्तरङ्गसूत्रस्य एव बलम् अधिकमस्ति. किमर्थम् इति चेत् अन्तरङ्गसूत्रस्य दृष्ट्या बहिरङ्गसूत्रम् असिद्धम् अस्ति. बुद्धं वा? आम् आम् बुद्धं वा. अग्रे पठामि वा? अग्रिमवाक्यं पठतु. अस्तु. अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम्. अस्तु, इदानीमेव भवती उक्तवती अन्तरङ्ग अपेक्षया बहिरङ्गसूत्रं यत्किमपि भवतु, नित्यसूत्रं भवतु, परसूत्रं भवतु, यत्किमपि भवतु, तत् तस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति. अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी, अतः अर्थः एवं भवति द्वयोः सूत्रयोः समानकालप्राप्ति प्राप्त्यवसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति. अस्तु, समानकाले यत् द्वयोः सूत्रयोः प्रसक्तिः भवति तत्र यदि एकं सूत्रम् अन्तरङ्गं भवति तस्य अपेक्षया द्वितीयसूत्रं बहिरङ्गसूत्रं भवति, परन्तु तस्मिन् समये अन्तरङ्गसूत्रम् एव बलवद् भवति बहिरङ्गसूत्रस्य अपेक्षया. अत्र नित्यादपि अन्तरङ्गं बलीयः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणं परशास्त्रस्य नित्यादपि अन्तरङ्गं बलीय नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति, परन्तु तत्र परशास्त्रस्य ग्रहणम् इति न अवगच्छामि भगिनि. तत्र परशास्त्रस्य ग्रहणम् इत्युक्ते किम् अस्ति? नित्यादपि अन्तरङ्गं बलीयः इत्यस्मिन् अपि शब्देन परशास्त्रस्य ग्रहणम्. ओ अस्तु. इत्युक्ते तत्र बहिरङ्गसूत्रं नित्यं भवतु परसूत्रं वा भवतु, तस्य अपेक्षया अन्तरङ्गसूत्रं बलीयः. अस्तु अस्तु अस्तु भगिनि. अतः किमपि बा नामकं सूत्रम् आ नामकं सूत्रं प्रति बहिरङ्गं चेत् आ इति अन्तरङ्गसूत्रेण इदं बा सूत्रम् असिद्धं, यद्यपि आ सूत्रं प्रति बा सूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात्. अस्तु. तत्र सूत्रद्वयं यदि नयामः तत्र बा इति एकं सूत्रम् आ इति अन्यत् सूत्रम् अस्ति. तत्र अ इति अन्तरङ्गसूत्रम् अस्ति, तस्य अपेक्षया ब इति सूत्रं बहिरङ्गसूत्रमस्ति. अतः तत्र तस्मिन् अवसरे तत्र तु आ सूत्रम् एव बलवद् भवति ब सूत्रस्य अपेक्षया. अस्तु. इत्थञ्च परशास्त्रं नित्यशास्त्रं सूत्रं नित्यसूत्रं वा भवतु परसूत्रं वा भवतु, सत्यं हा किमपि भवतु, परन्तु अन्तरङ्गसूत्रम् एव बलवद् भवति बहिरङ्गसूत्रस्य अपेक्षया इति उक्तम् अत्र. इत्थं च परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत् तथापि असिद्धं भवति. अस्य प्रकटीकरणार्थम् अग्रिमपरिभाषा अस्ति असिद्धं बहिरङ्गमन्तरङ्गे. अस्तु. इत्युक्ते तत्र अन्तरङ्गसूत्रस्य अपेक्षा यदि परसूत्रं भवतु बहिरङ्गसूत्रम् अपि च नित्यसूत्रं भवतु तथापि तस्य अपेक्षया अन्तरङ्गसूत्रमेव बलवद् भवति. एतत् अपि तत्र परिभाषा अस्ति असिद्धं बहिरङ्गमन्तरङ्गे. इत्युक्ते अन्तरङ्ग अपेक्षया बहिरङ्गसूत्रम् असिद्धम् अस्ति इति परिभाषा वदति भगिनि. समीचीनम् इति विषयः अस्ति अत्र. अत्र बुद्धं वा भगिनि बहिरङ्गस्य असिद्धत्वात् अत्र कः अर्थः? बहिरङ्गस्य असिद्धम् असिद्धम् इति शब्दः अस्माभिः श्रुतं वा पूर्वं, यथा पूर्वत्र सिद्धम् इति यदा वदामः असिद्धं नाम तस्य अस्तित्वमेव नास्ति, इट् इस् नान् एक्सिस्टेण्ट्. असिद्धम् इत्युक्ते अन्तरङ्गसूत्रस्य दृष्ट्या बहिरङ्गसूत्रं तस्य अस्तित्वम् एव नास्ति, नान् एक्सिस्टेण्ट्. एक्सिस्टेण्ट् अस्ति चेदेव बलाबलं भवति खलु. यदा एकं सूत्रं बहिरङ्गम् इति यदा निर्णीतं तदानीं तस्य अस्तित्वमेव नास्ति अन्तरङ्गसूत्रस्य दृष्ट्या, अस्माकं दृष्ट्या नास्ति अन्तरङ्गसूत्रस्य दृष्ट्या. अतः तस्य कार्यमेव न भवति, असिद्धम् अस्ति अतः तत्र न भवितुमेव अर्हति. तत्र अस्मिन् वेदान्तविषये अपि अस्ति अन्तरङ्गमेव बलिवत् भवति भगिनि, बहिरङ्गं तु असिद्धम् अस्ति. सत्यं. तर्हि समीचीनं. तर्हि अत्र अस्मिन् परिच्छेदे किम् उक्तम् इति सर्वेषां स्पष्टता अस्ति वा? अत्र गोमती भगिनी अवगतं वा? न अवगतं भगिनि. ओ अरुणभगिनी न अवगतं वा? द्वे सूत्रे कार्यं कर्तुम् आगच्छति. एकसूत्रम् अन्तरङ्गम् इति नामकरणम् अस्ति चेत् तदेव बलवत् भवति बहिरङ्गसूत्रात्. सत्यं, बहिरङ्गसूत्रात् तदेव बलवत् भवति यतोहि बहिरङ्गसूत्रम् असिद्धम् अस्ति. बहिरङ्गसूत्रं कुत्रापि नित्यसूत्रं वा परसूत्रं वा अत्र चिन्तनं नास्ति, केवलं प्रथम एकसूत्रम् अन्तरङ्गम् इति न अस्ति विधिः अस्ति चेत् नाम संज्ञा अस्ति चेत् तदेव कार्यं करोति. संज्ञा इति नास्ति तत्र, एकस्य सूत्रस्य अन्तरङ्गसूत्रम् इति वयं जानीमः. अन्तरङ्गस्य यानि लक्षणानि सन्ति अन्तरङ्गसूत्रस्य कानिचन लक्षणानि भवन्ति, तादृशलक्षणानि यस्मिन् सूत्रे तादृशलक्षणानि येन सूत्रेण पूरितानि तादृशसूत्रम् अन्तरङ्गसूत्रं. तर्हि अन्तरङ्गसूत्रस्य लक्षणं किम् इति अग्रे उच्यते. वयं न पठितवन्तः. अग्रिमपरिच्छेदे आयास्यति. तर्हि अन्तरङ्गसूत्रस्य लक्षणानि सन्ति. तर्हि यस्य सूत्रस्य तादृशलक्षणानि पूरितानि तत्सूत्रम् अन्तरङ्गसूत्रम्, अन्यसूत्रं बहिरङ्गसूत्रम्. तर्हि बहिरङ्गसूत्रम् असिद्धं भवति. तर्हि बहिरङ्गसूत्रं परसूत्रं वा भवतु, नित्यसूत्रं वा भवतु, चिन्ता एव नास्ति. तद् असिद्धम् अस्ति. अन्तरङ्गसूत्रस्य एव कार्यं भवति. धन्यवादः. अतः एव अत्र उक्तमस्ति, नित्यादपि अन्तरङ्गं बलीयः. इत्युक्ते नित्यसूत्रं वा परसूत्रं वा यत्किमपि भवतु, तस्य अपेक्षया यत् सूत्रम् अन्तरङ्गम् अस्ति तस्य अधिकं बलम् अस्ति. किमर्थम् अधिकं बलं? तदर्थम् अत्र परिभाषा अस्ति, असिद्धं बहिरङ्गम् अन्तरङ्गे, अन्तरङ्गे बहिरङ्गम् असिद्धम्. एकं सूत्रम् अन्तरङ्गम्, अन्तरङ्गस्य विषये बहिरङ्गसूत्रम् असिद्धम् अस्ति इति अर्थः. बहिरङ्गसूत्रं कुड् बि नित्यसूत्रं वा अपवादसूत्रम्? अत्र यत्किमपि भवितुमर्हति. अपवादसूत्रं नास्ति, अपवादसूत्रं नास्ति, परन्तु नित्यसूत्रं वा परसूत्रं वा अपवादः नास्ति. या क्षम्यता, नित्यसूत्रं वा परसूत्रं वा नास्ति. यत्किमपि भवतु, परन्तु बहिरङ्गम् अस्ति इति कृत्वा असिद्धमस्ति. तत्र अङ्गम् इति पदस्य स्थाने निमित्तम् इति उच्यते चेत् स्पष्टं भवति. सूत्रं निमित्तं भवति, अन्यसूत्रं परसूत्रत्वात् एवं नित्यसूत्रम् इति भवति चेदपि निमित्तं कृत्वा अस्य अन्तरङ्गसूत्रस्य एव अधिकबलं भवति. निमित्तम् इति उक्तत्वेन तस्य स्पष्टता भवति. अन्तरङ्गम् इति थिङ्क् अबौट् सम्थिङ्ग् एल्स्. समीचीनम्. इदानीम् अग्रे तत्र लक्षणं किम् इति उच्यते, अन्तरङ्गशास्त्रस्य लक्षणं किम् इति अग्रे उच्यते. तर्हि इदानीम् अत्र गोमती भगिनी अस्ति वा? अस्तु, तर्हि विजयलक्ष्मी भगिनी पठतु. ततः अग्रे अन्तरङ्गबहिरङ्गयोः लक्षणम् उच्यते. अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतान्यङ्गानि निमित्तानि यस्य, तद् अन्तरङ्गम्. एवं तदीयनिमित्तसमुदायात् बहिर्भूताङ्गकं बहिरङ्गम्. अन्तरङ्गशब्दे भागद्वयम्, अन्तर्योगः अङ्गम्. अन्तर् इत्युक्ते मध्ये. कस्य मध्ये? बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तम्. अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम्. अन्तरङ्गबहिरङ्ग इति संज्ञापदं द्वयं वयम् इदानीं दृष्टवन्तः. तस्य लक्षणम् अत्र उच्यते. अन्तर् इत्युक्ते इण्टर्नल्, मध्ये इति अर्थं. कस्य मध्ये इति प्रश्ने सति बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तं. किञ्चित् काम्प्लिकेटेड् अस्ति भगिनि. बहिरङ्गशास्त्रीयनिमित्त समुदायस्य मध्ये इत्युक्ते एकवारं वदतु, तत्र उदाहरणमेकं स्वीकृत्य पश्यामः, तदानीं स्पष्टं भवति. इत्युक्ते अत्र किम् इति चेत् अन्तर् इत्युक्ते मध्ये इति अवगच्छामः. इदानीम् एकं बहिरङ्ग एकं शास्त्रमस्ति, एकं सूत्रमस्ति, बहिरङ्गं वा अन्तरङ्गं वा इदानीं न जानीमः. एकं सूत्रमस्ति, तस्य निमित्तानि सन्ति. इदानीं पश्यतु, पुगन्तलघुपदस्य च इति एकं सूत्रमस्ति खलु. तस्य निमित्तानि कानि इति चेत् सार्वधातुकप्रत्ययः भवतु, अपि च अङ्गं भवतु, लघु उपदा लघुपदाङ्गं भवतु, उपदायां लघु इक्वर्णः भवतु, अङ्गं भवतु, अपि च तिङ् इति सार्वधातुकप्रत्ययः भवतु इति एतानि सर्वाणि निमित्तानि खलु. तर्हि निमित्तसमुदायम् अस्ति, निमित्तसमुदायम् अस्ति एकस्य सूत्रस्य. तादृशनिमित्तसमुदायस्य मध्ये अन्तरङ्गसूत्रस्य निमित्तानि यदा भवन्ति तदानीं तत्र तत् सूत्रम् अन्तरङ्गसूत्रं भवति. यस्य निमित्तानि बहिरङ्गसूत्रस्य निमित्तसमुदायस्य मध्ये अस्ति इत्युक्ते तत्र इण्टर्कनेक्षन् अस्ति. तत्र निमित्तस्य अन्तरङ्गशास्त्रस्य निमित्तानि यानि सन्ति तानि निमित्तानि बहिरङ्गसूत्रस्य समुदायस्य मध्ये अस्ति. इत्युक्ते तत्र बहिरङ्गशास्त्रे यानि निमित्तानि सन्ति तेषु निमित्तेषु कानिचन निमित्तानि अन्तरङ्गशास्त्रस्यापि सन्ति तस्मिन् मध्ये अस्ति. तर्हि एकम् उदाहरणं स्वीकृत्य पश्यामः चेत् स्पष्टता भवति. अग्रे इदानीम् एकवारं पठित्वा किञ्चित् अग्रिमपरिच्छेदमपि एकवारं पठित्वा तदनन्तरम् उदाहरणं पश्यामः. अस्य परिच्छेदस्य स्पष्टता नास्ति इति अहं जानामि, उदाहरणं दृष्ट्वा पुनः इदं पठामः. अस्तु, अग्रिमपरिच्छेदं तत्र गीताञ्जलि भगिनी पठति वा? आं भगिनि. इत्थञ्च अन्तर्भूतानि निमित्तकत्वम् अन्तरङ्गत्वम् बहिरङ्गशास्त्रस्य बहूनि निमित्तानि सन्ति चेत् तेषां निमित्तानां समुदायमध्ये अन्तर्भूतत्वं यस्य वर्तते तदन्तरङ्गम्. बहिरङ्गशास्त्रनिमित्तसमुदायस्य अपेक्षया अन्तरङ्गशास्त्र निमित्तसमुदायः अन्तर्भूतः भवति चेत् अन्तरङ्गम्. अन्तर्भूतनिमित्तकत्वम् अन्तरङ्गम् इत्युक्ते अन्तरङ्गं किम्? अन्तरङ्गं ये निमित्तानि अन्तर्भूतानि सन्ति ते अन्तरङ्गत्वं दृश्यते. बहिरङ्गशास्त्रस्य अपि बहूनि निमित्तानि सन्ति चेत् तत्र ये निमित्तानि निमित्तानि यानि क्षम्यतां भगिनि, यानि निमित्तानि अन्तर्भूतानि सन्ति ते अन्तरङ्गम् इत्युक्ते यदि बहूनि निमित्तानि सन्ति यानि निमित्तानि इत्युक्ते समीपे वा एकम् अर्थः अस्ति समीपे. अन्तरङ्गम् इत्युक्ते समीपे अस्ति ते अन्तरङ्ग समीपे इति नास्ति, तस्मिन्नेव अन्तर्भूतम् इत्युक्ते तत्र बहिरङ्गशास्त्रस्य यानि निमित्तानि सन्ति तेषु निमित्तेषु कानिचन निमित्तानि अन्तरङ्गशास्त्रस्यापि सन्ति. not all the nimittas, some nimittas of the bahiranga shastras is applicable for the antaranga shastra. अन्तरङ्गशास्त्रम् इत्युक्ते किम् इति तदेव अत्र उक्तमस्ति. अन्तरङ्गसूत्रम् इत्युक्ते किम् इति चेत् यस्य निमित्तानि बहिरङ्गशास्त्रस्य निमित्तसमुदायमध्ये अस्ति तत् सूत्रं तत् शास्त्रम् अन्तरङ्गम्, अन्यत् बहिरङ्गम् इत्युक्ते किं. तत्र बहिरङ्गशास्त्रस्य बहूनि निमित्तानि भवन्ति परन्तु अन्तरङ्गशास्त्रस्य स्वल्पानि निमित्तानि भवन्ति. तादृशनिमित्तानि बहिरङ्गशास्त्रस्य निमित्तसमुदायमध्ये भवन्ति. प्रत्येक विषयस्य कृते तु भिन्नभिन्न अन्तरङ्गानि निमित्तानि भवितुम् प्रत्येकं तत्र सन्दर्भं दृष्ट्वा वयं पश्यामः किं सूत्रम् अन्तरङ्गं किं सूत्रं बहिरङ्गम् इति. सर्वत्र अन्तरङ्गं बहिरङ्गम् इत्यस्य विषय आवश्यकता न भवति. सर्वत्र सामान्यतया नित्यसूत्रं परसूत्रम् इत्यनेनैव कार्यं चलति. परन्तु कुत्रचित् विरलतया अत्र अन्तरङ्गस्य विषये अपि चर्चा भवति, अन्तरङ्गस्य विषये अपि चिन्तनम् आवश्यकं भवति सूत्रस्य बलाबलसाधनार्थं. तस्मिन् सन्दर्भे अन्तरङ्गशास्त्रम् इत्युक्ते किम् इति चेत् अस्य परिभाषा अत्र दत्तमस्ति. अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूताङ्गानि निमित्तानि यस्य तत् अन्तरङ्गम्. तर्हि तस्य उदाहरणं किम् इति एकवारं दृष्ट्वा अनन्तरं पुनः इदं परिच्छेदं पठामः. अस्तु, इदानीं धीरेचि आद्गुणस्य अन्तरङ्गम् इति वक्तुं शक्यते वा? आद्गुणस्य गुणशास्त्रस्य बहिरङ्गनिमित्तानि सन्ति तथा न वक्तुं शक्यते. तथा न वक्तुं शक्यते किमर्थम् इति अस्माकम् उदाहरणम् इदानीं तत्र अत्र वाक्यमेव पठितवन्तः खलु. वाक्यम् अत्र दीर्घवाक्यमेव पठितवन्तः. तस्य अर्थः किम् इति अस्माकं मनसि एका कल्पना अस्ति खलु. कथम् अस्ति इति वयं जानीमः वा? न, उदाहरणं न दृष्टवन्तः खलु. एकवारम् उदाहरणं पश्यामः, तदनन्तरं भवती एव वदतु वृद्धिरेचि अपि चाद्गुणः तथा अस्ति वा इति भवती वदतु. इदानीम् अत्र मया एकं करपत्रं प्रेषितमासीत् उदाहरणरूपेण, तत् कृपया उद्घाटयतु. एकं PDF प्रेषितमासीत्. अन्तर्भूतनिमित्तकत्वम् ईमेल् मध्ये भगिनि? आम् आम्. प्राप्तं वा सर्वैः? आम् आं भगिनि. आं भगिनि, अस्तु. ईमेल् मध्ये अस्ति, पश्यामि. पुनः एकवारं प्रेषयामि वा? यत्र रेकार्डिङ्ग्स् सन्ति तत्रापि तत्रापि मया स्थापितं. सत्यं सत्यं, तत्रापि मया स्थापितं. समीचीनं, प्राप्तं भगिनि. मया चिन्तितं तत्र ईमेल् कोऽपि न पश्यति इति कृत्वा मया तत्रापि स्थापितम्. अस्तु, सर्वेषां पार्श्वे अस्ति खलु? अस्तु, इदानीं तत्र अरुणा भगिनी भवत्येव पठतु. प्राप्तं वा भगिनि? क्षम्यतां भगिनि, म्यूट् मध्ये, म्यूट् मध्ये. आं भगिनि, प्राप्तं. पठतु. अन्तर्भूतनिमित्तकत्वम् अन्तरङ्गम्. अन्तर्भूतनिमित्तकत्वमन्तरङ्गत्वं बहिरङ्गशास्त्रस्य बहूनि निमित्तानि सन्ति चेत् तेषां निमित्तानां समुदायमध्ये अन्तर्भूतत्वं यस्य वर्तते तद् अन्तरङ्गम्. बहिरङ्गशास्त्रनिमित्तसमुदायस्य अपेक्षया अन्तरङ्गशास्त्रनिमित्तसमुदायः अन्तर्भूतः भवति चेत् अन्तरङ्गत्वम्. दृष्टान्तमस्ति, स्वीकृत्य पश्यामः. श्रुतातु गतौ इति भवादि गणीयधातोः लुङ् लकारस्य प्रथमपुरुष एकवचनान्तं रूपम् अस्ति. असुश्रुवत् इति तस्य रूपसिद्धिः कथं भवति इति पश्यामः. लुङ् लकारे श्रु इति धातोः द्युत्तं भवति छङि इत्यनेन. सामान्य अभ्यासकार्याणि च भवन्ति. सुश्रु इति धातुः सिद्धः अधुना अडागमः. ओ क्षम्यता, अडागमः भवति. लुङ् कुत्र पठति? न, मया एकं करपत्रं प्रेषितमासीत् ईमेल् मध्ये. भवती जानाति खलु कुत्र अस्माकं रेकार्डिङ्ग्स् भवन्ति, तत्रापि अस्ति. गतवर्गस्य ध्वनिमुद्रण सहितः न, यत्र अस्माकं ध्वनिमुद्रणानि भवन्ति तत्रापि अस्ति. पुनः प्रेषयामि वा? अस्तु, प्रेषयामि. अन्तर्भूतनिमित्तकमन्तर्गमस्ति समानं नास्ति. श्रुगतौ इति भुवादिगणे णिगणीयदातुः अस्ति, तस्य लुङ्लकारति सा. श्रुगतौ इति कृत्वा सर्वम् आयाति भगिनि, एकवारं करोतु. अस्तु अस्तु, अडागमः भवति. लुङ् लङ् लुङ् षुड् उदात्तः इत्यनेन. आसुश्रु योगः लुङ्. लुङ् इत्यनेन भूतकालं द्योतयितुं धातोः परः लुङ् लकारः विधीयते. असुश्रु योगः श्लि योगः ल. श्लि लुङ्गि इत्यनेन लुङ् लकारे परे धातोः श्लि प्रत्ययः भवति. असुश्रु योगः छङ् योगः लकार. निश्रीदुश्रुभ्यः इति कत्तरि छङ् इत्यनेन ज्ञतेभ्यः धातुभ्यः तथा च श्रीदृश्रु इत्येभ्यः परस्य स्लि प्रत्ययस्य कर्तरिप्रयोगे छङ् आदेशः भवति. तावद् वदतु किम्. ओके, प्रथमं श्रुधातु उदाहरणं दत्तं. लुङ् लकार प्रक्रिया समये किं किं कार्याणि भवति इति अत्र प्रथमं लुङ् लकारे श्रुधातु द्युत्तं भवति. द्युत्तमनन्तरं छङि इति सूत्रेण चङ्गि इत्यादि सूत्रेण तदन्तं समये वयं अन्यत् वर्गे पठितवन्तः अभ्यासकार्याणि अति तत् कृत्वा तदनन्तरम् अडागम आगच्छति. लुङ् लङ् लुङ् षुड्वद्दातः इति सूत्रेण तदनन्तरं द्युत्तं भूत्वा असुश्रु योगः लुङ्. लुङ् स्थाने श्लि आगच्छति. श्लि लुङ्गि लुङ् अस्ति चेत् श्लि लुङ् इति अनेन लुङ् लकारे परे धातुः श्लि प्रत्ययः भवति. क्षम्यतां भगिनि, प्रत्ययः भवति. तत् सम्यक् अन्य श्लि इति अनन्तरं छङ् आगच्छति. अत्र अन्यसूत्रं कार्यं करोति. नि श्रीदृश्रुभ्यः कर्तरि छङ् इति सूत्रं वदति. निमित्तानि किम् अस्ति चेत् श्रीधातु द्रुधातु श्रुधातु एतेभ्यः श्लि प्रत्यय परे कर्तरिप्रयोगे छङ् आदेशः भवति. श्लिस्थाने छङ् आगच्छति. छङ् अत्र न हलन्त्यम् इति सूत्रेण नकारः भवति. चकार चुटु इति सूत्रेण चकार लोपः भवति, आकार एव अवशिष्यति. अशुश्रु योगः आयोगः तकार. चङ् इति अर्धधातुकप्रत्ययः. निच्च अस्ति पुगन्तलघुपदम्. भगिनि भगिनि एकक्षणं तत्र पश्यामः. सर्वे सर्वैः अवगतं वा इति एकवारं पश्यामः. धन्यवादः. धन्यवादः. इदानीम् अस्माकम् उदाहरणं तु लुङ्लकारस्य रूपम् अस्ति. तत्र द्वित्वं भवति अपि च अभ्यासकार्याणि भवन्ति इति तत्र एवमेव उक्तमस्ति. वयं तु न पठितवन्तः. तत्र किञ्चित् पठितं खलु पूर्वम् अभ्यासकारस्य विषये. द्वित्वं भवति अभ्यासकार्याणि भवन्ति इति अस्माभिः किञ्चित् पठितं खलु. हा, तर्हि अत्र सृ इति धातुः द्वित्वं भवति चेत् तत्र सृसृ इति अस्ति. तत्र सृ इति प्रथमभागः, सृसृ इति द्वित्वमस्ति. तत्र प्रथमसृ इति भागः अभ्यासः इति वदामः. तर्हि अभ्यासे कानिचन कार्याणि भवन्ति. यथा तत्र अभ्यासे केवलम् आदिमः हल्वर्णः एव तिष्ठति, अन्येषां हल्वर्णानां लोपः भवति. अतः सृ इति अभ्यासः अस्ति. तत्र सकारः आदिमः हल्वर्णः अस्ति. तस्य अनन्तरं रेपः, रेपस्य लोपः भवति. अतः सुसृ इति अस्ति. अभ्यासकार्यं भवति तत्र. इदानीम् अभ्यासकार्यं भवति इति जानीमः चेत् पर्याप्तम्. अतः सुसृ इति अस्ति. तर्हि लुङ्लकारः भूत्कालार्थे अस्ति. अतः अडागमः भवति. यथा लङ्लकारे अडागमः, एवमेव लुङ्लकारे अपि अडागमः भवति. सामान्यभूतकालं द्योतयितुं लुङ्लकारस्य प्रयोगः क्रियते. तर्हि अडागमः भवति. अतः असुसृ इति अस्ति. असुसृ योगः लुङ् लुङ्लकारः अस्ति. तर्हि लुङ्लकारः आर्धधातुकलकारः अस्ति. वयं जानीमः खलु तत्र लुङ्लकारः अर्धधातुकलकारः अस्ति. तर्हि लकारनिमित्तिकप्रत्ययः विधीयते. लकारनिमित्तिकप्रत्ययः कः इति चेत् चिलि इति प्रत्ययः विधीयते. चिलि लुङि इति सूत्रेण चिलि इति प्रत्ययः विधीयते. लुङ्लकारः इति एकः लकारः, यत्र बहवः प्रत्ययाः सन्ति. इत्युक्ते सामान्यमस्ति चिलि प्रत्ययः, तस्य स्थाने भिन्नभिन्न आदेशाः भवन्ति. अस्मिन् प्रसङ्गे अत्र चङ् इति आदेशः भवति. चङ् इति आदेशः भवति. तर्हि चिलि स्थाने चङ् इति आदेशः. तदर्थं विशिष्टसूत्रमस्ति, येन सृ इति धातुः अस्ति चेत् तस्य चिलि प्रत्ययस्य स्थाने चङ् आदेशः भवति. अतः इदानीम् अस्माकं परिस्थितिः का इति चेत् असुसृ योगः चङ् योगः लकारः. इदानीं लकारस्य स्थाने तिङ् प्रत्ययः विधीयते लस्य इत्यनेन. अतः असुसृ योगः अ योगः तिङ् प्रत्ययः. तावत् बुद्धं वा? प्रश्नः अस्ति वा? बुद्धं वा? बुद्धं भगिनि. बुद्धम् अस्तु. इदानीम् अस्माकं परिस्थितिः का इति चेत् असुसृ योगः अयोगः त इति अस्माकं स्टार्टिङ्ग् पायिण्ट् अस्ति. अत्र असुसृ योगः अयोगः त इत्यत्र भवन्तः वदन्तु अत्र केषां सूत्राणां प्रसक्तिः अस्ति. वसन्ती भगिनी वदतु. सु उपदायं सु पुगन्तलघु उपदस्य कथं निमित्तं किं निमित्तं किं कुत्र कार्यम् इति वक्तव्यं. यदि सूत्रस्य प्रसक्तिः इति वदति तर्हि कार्यं कुत्र, निमित्तं किम्. ओके. सृ उकार उकार अन्तिमवर्णः उकारः, उपदावर्णः ऋकारः वा? सो दट् इस् इक् उपदा. ऋकारः इस् इक् उपदा. सो पुबन्तदुगुपदस्य प्रसक्तिः अस्ति. कुत्र अस्ति इक् उपदा? इदानीम् उक्तवती तत्र ऋकारः इति उक्तवती वा रेपः इति उक्तवती वा अशुश्रु अशुश्रु तत्र रेपः रेपः ओके ऋकारः नास्ति ओके देन् शुश्रु तत्र शर्मिला भगिनी किञ्चित् वदतु अशुश्रु अत्र अन्तिमवर्ण इक् अस्ति उकार अतः सार्वधातुक अर्धधातुकयोः इत्यनेन गुण भवितुम् अर्हति परन्तु अ इति चङ् इति अर्धधातुकप्रत्यये अपि च ङित्वत् अस्ति ङित् अस्ति इत्यनेन गुणनिषेधः अस्ति तदनन्तरं समीचीनम् उकार इति प्रत्ययः अस्ति तत्र उकार उपधायां भवति अतः पुगन्तलघुपदस्य च इत्यनेन पुनः पुनः वदतु पुनः वदतु निमित्तं किं निमित्तं किं त इति प्रत्ययः निमित्तमस्ति हा कुत्र गुणः उकार उकार अङ्गं किम् इत्यस्य अशुश्रु योग अ इति अशुश्रु योग अत्र सन्धि सन्धिकार्यम् अत्र अत्र सन्धिकार्यं न कुर्मः यतोहि सन्धिकार्यं वर्णकार्यम् अस्ति खलु अङ्गकार्यस्य चिन्तनं यदा प्रवर्तते तदानीं सन्धिकार्यस्य चिन्तनं न भवति सन्धिकार्यम् अनन्तरं भवति अङ्गकार्यं वर्णकार्यात् अङ्गकार्यं बलवत् अतः अङ्गकार्यस्य चिन्तनं प्रथमं भवति अग्रे वयं पठामः वारणाद् अङ्गं बलीयः इति एकम् एका परिभाषा पठामः एकां परिभाषां पठामः अतः इदानीं तत्र सन्धिकार्यस्य चिन्तनं न भवति यद्भवती उक्तवती समीचीनं असु अशुश्रु अश्रु इति अङ्गं भवति त इति प्रत्ययस्य निमित्तेन उभयां भवति अतः उगन्तलघुपदस्य च इत्यनेन गुण भवितुम् अर्हति हा इति एकं सूत्रम् अन्यत् सूत्रं किम् अन्यत् सूत्रम् अन्यत् सूत्रं तु सन्धि इत्यस्य सूत्रं वा सन्धिसूत्रम् अस्तु सन्धिसूत्रमपि स्वीकरोतु किमस्ति सूत्रं सन्धिसूत्रं तत्र अतः इकोयणचि इकोयणचि इति सूत्रम् अस्तु अन्यत् अन्यत् अत्र लिखितमस्ति हर्षिष्णुधातुर्ध्रुवां योर् योङ्गो अस्माभिः न पठितं खलु तत् सूत्रं न पठितम् अस्तु इदानीम् इदानीम् एकवारं पठामः सूत्रं तदनन्तरम् अत्र आगच्छामः सूत्रं पठतु अग्रे अस्ति सूत्रं चतुर्थपृष्ठे अस्ति सूत्रम् अचिष्णुधातुर्ध्रुवां योर् इयं वङ्गो अचिष्णुधातुध्रुवां युवोरियुङ्गो युवोरियुङ्गौ पुगन्तलघुपदस्य च न न सूत्रम् अग्रे अस्ति अग्रे अस्ति क्षम्यता अग्रे अन्ततो गत्वा अन्तिमपृष्ठे अस्ति हा अन्तिमपृष्ठे आम् अचिष्णुधातुध्रुवां युवोरियङ्गो ष्णु प्रत्ययान्ताङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः ईकारान्त ऊकारान्तधातुरूपी अङ्गस्य भ्रू प्रातिपदिकस्य च एषाम् ईकारस्य ऊकारस्य स्थाने क्रमेण यङ् उवङ् च आदेशः भवति अजादिप्रत्यये परे ष्णुप्रसङ्गे प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषया तदन्तविधिः अनेन यस्य अङ्गस्य अन्तेष्णुप्रत्ययः स्यात् तस्मात् इति अर्थः। द्योः इति विशेषणं धातुशब्दस्य एव, यतोहि ष्णुप्रत्ययान्ताङ्गं भूप्रातिपदिकं च उकारान्तः एव, अतः तत्र यङ् इत्यस्य प्रसक्तिः नास्ति। तर्हि धातु इत्येव अवशिष्यते यस्य कृते युवोः इति विशेषणं योग्यम्। येन विधिस्तदन्तस्य इत्यनेन यस्य धातोः अन्ते इकारः उकारः स्यात् इति अर्थः। श्नुश्च धातुश्च भ्रूश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः तेषां श्नुधातुभ्रुवाम्। ईश्च ऊश्च तयोः इतरेतरद्वन्द्वः यु तयोः युवोः। यङ् च उवङ् च तयोः इतरेतरद्वन्द्व यङुवङ्गो। अचि सप्तम्यन्तं श्नुधातुभुवां षष्ठ्यन्तं युवोः षष्ठ्यन्तम्। यङुवङ्गौ प्रथमान्तम् अनेकपदम् इदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं युवोः श्नु धातुभ्रुवाम् अङ्गानां इयङ् वङ्गौ अचि। अत्र अचिष्णु धातुभ्रुवां युवोरिवङ्गो इति सूत्रं वदति यः धातु श्नु प्रत्ययान्त अस्ति, श्नु प्रत्ययस्य अनन्तरम् आगच्छति, अतः स्वादिगणस्य धातवः तत्र धातु योगश्नु इति प्रत्यये योजयामश्चेत् यः अङ्गसिद्ध्यति सः श्नु प्रत्ययान्त अङ्ग भवति। यदि सः अङ्ग इकारान्त उकारान्त अस्ति, यदा धात्वङ्गः इकारान्त उकारान्त अस्ति अपि च भ्रू इति प्रातिपदिकम् अस्ति, तत्र ईकार उकारस्थाने यङ् उवङ् आदेशः भवति। श्नु प्रसङ्गे प्रत्ययग्रहणे तदन्ताग्राह्या, अतः श्नु श्नु इति तत्र यः भागः अस्ति तस्य अर्थः तु यस्य धातोः धातुङ्गस्य अन्ते श्नु अस्ति इति ग्रहणीयम्। अपि च तस्मात् अतः यः श्नु प्रत्ययान्तधातुः अस्ति तस्मात् यदा अजादिप्रत्ययः भवति। तदनन्तरं यवोः इत्यत्र तस्य अङ्गस्य इकारान्त वा उकारान्त वा इति धातु इति शब्दस्य सम्बन्धः अस्ति, धातुसम्बन्धि इकारान्त उकारान्त इति सूत्रे अस्ति। यतोहि भू इति प्रातिपदिकम् अस्ति सः तु उकारान्त एव अस्ति, श्नु प्रत्ययान्त तु अपि उकारान्तः अस्ति, अतः तत्र इयङ् इति आगन्तुं न शक्नोति, तत्र उवङ् एव आगच्छति, अतः युवोः इति धातुविषये ग्रहणं भवति। अतः धातु यत्र इकारान्त उकारान्त भवति तत्र इयङ् उवङ् इति इयङ् उवङ् इति आदेशः भवति इति सूत्रार्थः। समीचीनं समीचीनम्। अस्माकं कृते नूतनमस्ति खलु सूत्रम् अचिष्णु धातु ब्रुवां योर् यङ् वङ्गौ इति सूत्रं नूतनमस्ति खलु? आं भगिनि। अस्तु तर्हि अत्र नूतनं खलु किं पूर्वं समासकक्षायां वा न अत्र एव पठितवन्तः खलु? एकवारं पठितम् इति चिन्तयामि। यत्किमपि भवतु पुनः पश्यामः. अत्र सूत्रमस्ति अचिष्णु धातु ब्रुवां योर् यङ् वङ्गौ इति अस्ति. तत्र अचि इति सप्तम्यन्तम् अस्ति अतः निमित्तम् अस्ति. अचि इति सप्तम्यन्तम् अस्ति अतः निमित्तम् अस्ति. अत्र तत्र सूत्रस्य सङ्ख्यां पश्यामः चेत् षष्टाध्यायस्य चतुर्थपादे अस्ति. षष्टाध्यायस्य चतुर्थपादे अस्ति अतः वयं ज्ञातुं शक्नुमः अङ्गकार्यम् अस्ति इति ज्ञातुं शक्नुमः. यतोहि अङ्गस्य इत्यस्य अधिकारः अस्ति षष्टाध्यायस्य चतुर्थपादात् आरभ्य आसप्तमाध्यायपर्यन्तं. स्टार्टिङ्ग् फ्रम् 6-4 टिल् द एण्ड् आफ् सेवेन्त् चाप्टर् अङ्गस्य इत्यस्य अधिकारः अस्ति. अतः इदं कार्यम् अङ्गकार्यम् अजिष्णु धातु ब्रुवां योर् यङ् वङ्गौ इति सूत्रम् अङ्गकार्यम् अस्ति. तर्हि अचि इत्युक्ते किम् इति चेत् अचि इति अजादिप्रत्ययः इति अर्थः. यत्र अङ्गस्य इत्यस्य अधिकारः भवति तत्र प्रत्ययः अपेक्षितः. प्रत्ययः अस्ति चेदेव अङ्गम् इति संज्ञा भवति खलु. अतः अचि इति अत्र उक्तत्वात् अजादिप्रत्ययः इति अर्थः. अजादिप्रत्यये परे अङ्गे किमपि कार्यं भवति. कीदृशकार्यम् इति चेत् अत्र उक्तमस्ति श्नु धातु ब्रुवाम् इति त्रीणि भिन्नभिन्नकार्याणि. श्नु इत्युक्ते किम्? अत्र श्नु इति विकरणप्रत्ययः अस्ति. स्वादिभ्यः श्नु इति सूत्रेण श्नु इति विकरणप्रत्ययः भवति. अत्र श्नु इति उक्तं. तर्हि श्नु इत्यनेन केवलं प्रत्ययस्य ग्रहणं वा इति चेत् वयं जानीमः श्नु इत्यनेन प्रत्ययः अस्ति इति जानीमः. तर्हि अस्मिन् सूत्रे श्नु इति उक्तत्वात् केवलं प्रत्ययस्य ग्रहणं वा इति चेत् न. अत्र प्रत्ययस्य केवलं ग्रहणं भवति चेत् अङ्गम् इति न भवति खलु. केवलं श्नु इति प्रत्ययः अस्ति चेत् अङ्गं न भवति. तर्हि अत्र कः अर्थः इति चेत् अत्र एका परिभाषा वर्तते प्रत्ययग्रहणे तदन्तग्राह्याः इति. यत्र सूत्रेषु केवलं प्रत्ययस्य उल्लेखः अस्ति यथा अङ्गस्य प्रसङ्गे तदानीं तत्र प्रत्ययग्रहणे तदन्तग्राह्याः इत्युक्ते किम् इति चेत् केवलं प्रत्ययस्य ग्रहणं नास्ति अत्र, परन्तु तादृशं यस्य अन्ते प्रत्ययः अस्ति. इत्युक्ते कः अर्थः इति चेत् तादृश अङ्गं यस्य अन्ते श्नु इति प्रत्ययः अस्ति. अतः स्वादिगणे यत्र श्नु प्रत्यान्तम् अङ्गं भवति शक् योगः श्नु शक्नु इति अङ्गम् अस्ति. इदानीं शक्नु इति अङ्गं श्नु प्रत्यान्तम् अङ्गं तादृश अङ्गम् अस्ति चेत् तस्य अनन्तरम् अजादिप्रत्ययः अस्ति चेत् तत्र ऊस्थाने उवङ् आदेशः भवति. ऊस्थाने उवङ् आदेशः भवति इति श्नु प्रत्ययस्य विषये एकं कार्यम् अस्ति. इदम् अस्मिन् सूत्रे त्रीणि भिन्नभिन्नकार्याणि सन्ति. एकं कार्यमस्ति श्नु प्रत्यान्तम् अङ्गम् अस्ति चेत् तत्र उकारस्य उवङ् आदेशः भवति. एकं कार्यं. द्वितीयं कार्यमस्ति धातुः. अत्र युवोः धात्वोः इति उक्तं. युवोः सूत्रे अस्ति खलु युवोः इयङ् उवङ् अचिष्णु धातु ब्रुवां युवोः इयङ् उवङ्. अत्र युवोः इति विशेषणम् अस्ति धातुः इत्यस्य. युवोः नाम इ उ सन्धिं कृत्वा युवोः इति अस्ति षष्ट्यन्तम्. तर्हि कीदृशधातुः इति चेत् इकारान्तधातुः अथवा उकारान्तधातुः. ह्रस्वः वा भवतु दीर्घः वा भवतु इकारान्त उकारान्तधातुरूपि अङ्गम् इत्युक्ते तादृशधातुः यस्य अन्ते इकारः वा उकारः वा अस्ति चेत् तस्य अनन्तरम् अच् प्रत्ययः अस्ति चेत् तत्र इकारस्य स्थाने इयङ् आदेशः भवति उकारस्य स्थाने उवङ् आदेशः भवति इति द्वितीयं कार्यमस्ति अस्मिन् सूत्रे. तृतीयं कार्यं किम् इति चेत् ब्रू इति प्रातिपदिकं. ब्रू इति प्रातिपदिकम् अस्ति चेत् तत्रापि अजादिप्रत्ययः अस्ति चेत् तत्र ब्रू इत्यस्य उकारस्य स्थाने उवङ् आदेशः भवति इति त्रीणि भिन्नभिन्नकार्याणि. अस्माकम् अत्र प्रसङ्गः कः? अस्माकम् उदाहरणे असुश्रु योगः अयोगः तिङ् इत्यत्र कुत्र कार्यम् इति चेत् असुश्रु इति उकारान्तधातुः अस्ति, उकारान्तधातुः अस्ति. अनन्तरम् अत्र चङ् इति प्रत्ययः अजादिः अस्ति, यतोहि अ इति अवशिष्यते, अजादिः अस्ति. अतः असुश्रु योगः अ इत्यत्र अजादिप्रत्यये परे अचिष्णु धातु ब्रुवाम् इत्यस्य कार्यं भवितुम् अर्हति इति अस्माकं प्रसङ्गः. बुद्धं वा? प्रश्नः अस्ति वा? अस्तु, इदानीम् अत्र पमेला भगिनी, अचिष्णु धातु ब्रुवां युवर् यङ्ग् वङ्गौ इति सूत्रार्थः कः? आं भगिनि, यदि अचिष्णु धातु ब्रुवां युरि युवङ्गौ इत्यस्य अर्थः अस्ति, यदि अङ्गस्य अन्तेष्णु प्रत्ययः अस्ति, यथा भगिन्या उक्तम् अङ्गस्य अधिकारः अस्ति, अतः अङ्गस्य विषये अस्ति, न तु केवलं प्रत्ययस्य विषये. तादृशी अङ्गस्य अपि च ऊकारान्त अपि च ईकारान्तधातुरूप अङ्गस्य अपि च ब्रू इति प्रातिपदिकस्य अन्ते यदि सोरि परे यदि अजादिप्रत्ययः अस्ति चेत् ईकार उकारस्य स्थाने ईयङ्ग उवङ्ग आदेश भवति इति. युवो इति भवत्या उक्तं धातु इत्यस्य विशेषण अस्ति, अपि च इति त्रीणि कार्याणि सन्ति अस्मिन् सूत्रे. परन्तु अस्माकं तत्र कुत्र अस्माकम् अवधानम् इति चेत् इकारान्त उकारान्त धातुः अस्ति चेत् इयङ् उवङ् आदेशः भवति, इकारान्तधातुः अस्ति चेत् इयङ् आदेशः भवति, उकारान्तधातुः अस्ति चेत् उवङ् आदेशः भवति. तर्हि उवङ् इत्यत्र अन्ते यः नकारः अस्ति तस्य इत्संज्ञा, अपि च तत्र उवङ् इत्यत्र वकार उत्तरवर्ति अकारः उच्चारणार्थः, अतः उव् इति अवशिष्यते, इव् इय इय अथवा उव् इति अवशिष्यते. बुद्धं वा? तर्हि सूत्रार्थः बुद्धः चेत् अस्माकम् उदाहरणं प्रति गच्छामः. इदानीम् अस्माकम् उदाहरणे असुश्रु योगः अयोगः त इति अस्ति. अत्र शोभा भगिनी वदतु, असुश्रु योगः अयोगः त इत्यत्र अचिष्णु धातु ब्रुवाम् इत्यस्य प्रसक्तिः अस्ति वा? आं भगिनि, तत्र प्रथमं उकारान्तधातुः अस्ति द्वित्वं भूत्वा, अपि च अकारः इति प्रत्यये अजादिप्रत्यये परे, तत्र अधुना चङ् इत्यस्य आ एव तिष्ठति भगिनी, किन्तु अजादिप्रत्यय भवति वा तत्र? अस्तु, अजादिप्रत्ययः अस्ति परम्, अपि च तत्र सार्वधातुकप्रत्यय अन्ते, अतः तत्र एकवारं भगिनि, श्नु प्रत्ययान्त अङ्गस्य इकारान्त उकारान्त अङ्गस्य भ्रूप्रातिपदिकस्य अपि अजादिप्रत्यये परे, तत्र इकार उकारयोः इया अथवा उव् इति आदेशः भवति. तत्र उकार अस्ति अन्ते, उकारस्य ऊ इति आदेशः भवति इति मन्ये भगिनि? इति भवितुम् अर्हति. अत्र असुश्रु इति धातुः अस्ति, उकारान्तधातुः, असुश्रु इति उकारान्तधातुः अस्ति, अ इति तत्र चङ् इति प्रत्यये अ इति अवशिष्यते, अ इति प्रत्ययः अजादिः अस्ति, अतः अत्र अचिष्णु धातु ब्रुवाम् इति सूत्रस्य प्रसक्तिः अस्ति. अत्र श्नु प्रत्ययान्तमङ्गं नास्ति, परन्तु उकारान्तधातुः अस्ति, अतः अपि अत्र प्रसक्तिः. तर्हि इदानीम् असुश्रुयोगः अयोगः त इत्यत्र केषां सूत्राणां प्रसक्तिः? तत्र उकार अन्ते इगन्त इगन्तधातुः इगन्त अङ्गम् ओ अस्तु, किन्तु इगन्त अङ्गम् अस्ति इति कृत्वा पुगन्तलघुपदस्य इति प्रसक्तिः आसीत् इति दृष्टवन्तः, किन्तु इगन्तमङ्गमस्ति चेत् पुगन्तलघुपदस्य च वा? ओ क्षमतां, सार्वधातुक अर्धधातुकयोः प्रसक्तिः भवति तत्र. सार्वधातुकप्रत्ययः अस्ति परम् अन्ते इति, तिङ् इति सार्वधातुकप्रत्ययः तत्र, किन्तु तत्र मध्ये अपित् अस्ति किल, अर्धधातुक अस्ति अपि अपित् अस्ति तत्र तस्य. एकक्षणम् एकक्षणम्, अपित् अस्ति कः प्रत्ययः अर्धधातुकः? चङ् इति सार्वधातुक, षित् तिङ्क्षित् नास्ति. तिङ्क्षित् नास्ति इति कृत्वा अर्धधातुकं शेषः इत्यनेन अर्धधातुकः भवति. सत्यम्. अपि च तेनापि अतः तत्र सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति. अस्तु, इगन्तधातुः इति कृत्वा उकारस्य ओकारः इति ओकार इति गुणः भवितुम् अर्हति. सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति इति सम्यक्तया उक्तं. तर्हि ततोपि अग्रे चिन्तयामः चेत् तत्र चङ् इति प्रत्ययः कीदृशः? चङ् इति अर्धधातुकप्रत्ययः, अपि च कृत् नित् प्रत्यय ओ नित् अस्तु अस्तु. तत्र नित् अस्ति चेत् नित्वत् भवति, स्मिति च इत्यनेन गुणः न भवति. अत्र अत्र एकं पश्यतु, भवती पूर्वम् उक्तवती अत्र चङ् इति प्रत्ययः सर्व अर्धधातुकम् अपित् इति उक्तवती. आम् खलु? आम् आम्. अपित् अपित् इति चिन्तनं भवति वा अत्र? अपित् इति चिन्तनं भवति वा तत्र? तत्र विकरणप्रत्ययः नास्ति. अपित् इति चिन्तनं कुत्र भवति? अपित् चिन्तनं सार्वधातुके सार्वधातुके एव सार्वधातुके एव भवति. षित् अस्ति चेत् भवति प्रत्यय, षित् अस्ति चेत्, किन्तु पित् नास्ति चेत् अपित् इति नामकरणं भवति. अपित् इत्युक्ते किं तत्र? अपित् इत्यस्य महत्वं किं तत्र? अपित् इति पकारः गुणस्य अवरोधं न करोति, अतः अपित् अस्ति चेत् तत्र गुणस्य प्रसक्तिः नास्ति इति. इत्युक्ते तत्र तत्र कथं जानीमः अपित् अस्ति चेत् गुणकार्यं बाधितम् इति कथं जानीमः? तत्र सार्वधातुकम् अपित् इति एकं सूत्रं तेन यत् अपित् भवति तस्य गुणस्य निषेधः. इत्युक्ते सार्वधातुकम् अपित् खलु? सार्वधातुकम् अपित्. आम् आम्. अपित् इति प्रसङ्गः अर्धधातुकक्षेत्रे न भवति. न भवति. आम्. अतः अत्र अ इति प्रत्ययः चङ् इति प्रत्ययः अर्धधातुकः अस्ति, परन्तु अपित् अस्ति न वा इति न चिन्तयामः. अर्धधातुकक्षेत्रे प्रत्ययः नित् अस्ति वा कित् अस्ति वा इति चिन्तयामः. सत्यम्. तर्हि अत्र प्रत्ययः कीदृशः? अत्र तु णित् अस्ति, अन्ते णकारः. इति भवति, अतः णित् अस्ति. णित् अस्ति इति कृत्वा, हा णित् अस्ति चेत् णित् तत्र णिति इत्यस्मिन् खित् गित् णित् इति दत्तम्, अतः णिति च इत्यनेन तत्र गुणकार्यं न भवति. बहु समीचीनम्. तर्हि अत्र गुणकार्यं न भवति. तर्हि अत्र असुश्रु योगः अ इत्यत्र सार्वधातुकार्धधातुकयोः इति सूत्रं बाधितम् अस्ति. अस्तु, इदानीम् असुश्रु योगः अ इत्यत्र अन्यत् किमपि प्रसक्तं वा? असुश्रु तत्र इको एणचि तु प्रसक्तम् अस्ति, उकारः अस्ति इति अन्ते इति कृत्वा, अपि च उकारः इकः यण् अचीपरयति, तत्र भवितुम् अर्हति, प्रसक्तिः अस्ति. अन्यत् किमपि? अन्यत् यदस्माभिः इदानीं पठितम् अचिष्णु अन्तर्भूत इति इदानीम् एकं सूत्रं पठितं खलु अस्माभिः, पुगन्तलघुपदस्य वा किं इदानीं नूतनमेकं सूत्रं पठितं खलु, अचिष्णु धातु ब्रुवः. अचिष्णु तद् अस्तु, तस्य प्रसक्तिः अस्ति खलु अत्र? तस्य प्रसक्तिः अस्ति, उकारः अस्ति अन्ते, धातोः अन्ते, अपि च प्रत्यय अपि अजादिः अस्ति. अस्तु, समीचीनम्. तर्हि इदानीम् असुश्रु योगः अ इत्यत्र इको एणचि इति सामान्यसन्धिकार्यं भवितुम् अर्हति, अपि च अचिष्णु धातु ब्रुवम् इत्यनेन अजादिप्रत्ययपरे असुश्रु इति उकारान्तधातुः इति कृत्वा उवङ् आदेशः भवितुम् अर्हति. इदानीम् इको एणचि इति त्यजामः, यतोहि इको एणचि वर्णकार्यम् अस्ति, अतः वर्णकार्यम् इदानीं त्यजामः. तत्र अचिष्णु धातु ब्रुवाम् इत्यस्य प्रसक्तिः अस्ति इति वयं जानीमः. असुश्रु योगः अ. इदानीम् अत्र विमला भगिनी वदतु, अत्र तिङ् प्रत्ययम् आश्रित्य किमपि कार्यं भवितुम् अर्हति वा? अत्र त इति अस्ति, एकनिमिषं भगिनि, अत्र त आर्ध टिप् नास्ति भगिनि, तेन कारणेन अत्र गुणकार्यं बाधितं भवति. किं पुनः वदतु, त इति प्रत्ययः कीदृशः? अपित् अस्ति. त इति प्रत्ययः अपित् अस्ति वा? कथं? तिङ् प्रत्ययः अस्ति खलु? तिङ् प्रत्ययः तु अस्ति, परन्तु यदि केवलं त इति वयं पश्यामः, त तु त इति कथम्, अहं वदामि किञ्चित्. त इति कथम् आगतम् इति चेत्, अत्र आदौ तत्र तिप् इति अस्ति, तिप् इति अस्ति, पकारस्य इत्संज्ञा भवति, ति इति अवशिष्यते, ति इत्यत्र इकारस्य लोपः भवति, इतश्च इति एकं सूत्रमस्ति, तेन इकारस्य लोपः भवति, अतः सिद्धप्रत्ययः त इति प्रत्ययः. एव सिद्धप्रत्ययः पित्वात् गुण असुश्रु, यदि वयं केवलम् असुश्रु इति पश्यामः, अपि च तिप् सार्वधातुकं पित् अस्ति, तत्र श्रु इत्यस्य गुणकार्य इगन्ताङ्गस्य गुणस्य सम्भवमस्ति. न न, अत्र त इति प्रत्ययस्य अङ्गं किम् अस्ति? तिप्. तस्य अङ्गम् असुश्रु तदेव तस्य अङ्गम्. तत्र किम्, अ इति अन्तिमः वर्णः अस्ति इति कारणात् तत्र किमपि कार्यं न भवेत्. उपधायं कः वर्णः? क्षम्यताम्, उपधायं कः वर्णः? असुश्रु अ इत्यत्र उपधायं कः वर्णः? उकारः अस्ति. अस्तु अस्तु, उकारस्य ओकारः भवितुम् अर्हति. केन सूत्रेण? पुगन्तलघुपदस्य इति. इदानीम् अस्माकं क्लेशः कः, पुगन्तलघुपदस्य च इति प्रथमं कार्यं करोति वा, नो चेत् अचिष्णु धातु ब्रुवां प्रथमं कार्यं करोति वा इति सङ्घर्षः खलु इति अस्माकं बलाबलचिन्तनं. तर्हि एकवारम् अहं वदामि, अग्रिमसप्ताहे पुनः पठामः. अत्र सारांशरूपेण वदामि, असुश्र अयोगः त इत्यत्र त इति प्रत्ययमाश्रित्य पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवितुम् अर्हति. असुश्र योगः अ इत्यत्र अ इति प्रत्ययम् आश्रित्य तत्र अचिष्णुधातु ब्रुवाम् इति कार्यं भवितुम् अर्हति. तर्हि किं सूत्रं प्रथमं कार्यं करोति इति प्रश्ने सति, यतोहि पुगन्तलघुपदस्य च इत्यनेन गुणः यदा भवति असु स्रो इति यदा भवति तदानीम् अचिष्णुधातु ब्रुवम् इत्यस्य कार्यं भवितुं न अर्हति, यतोहि इदानीम् उकारान्त अङ्गं नास्ति, उकारान्तधातुरूपी अङ्गं नास्ति. अतः सङ्घर्षः अस्ति. असुश्रुयोगः अ इत्यत्र उवङ् इति आदेशः भवति चेत् पुगन्तलघुपदस्य च इति कार्यं कर्तुं न अर्हति, अतः अनयोः सङ्घर्षः अस्ति. तर्हि इदानीं बलाबलस्य चिन्तनम् अत्र पश्यामः चेत् पुगन्तलघुपदस्य च इति सूत्रस्य यानि निमित्तानि सन्ति तत्र इगुपद अङ्गं त इति सार्वधातुकप्रत्ययः इति एतस्य निमित्तम्, अचिष्णुधातु ब्रुवाम् इत्यस्य निमित्तं किम् इति चेत् तत्र अ इति अजादिप्रत्ययः अपि च उकारान्तधातुरूपी अङ्गम्. तर्हि असुश्रु अ इति आवश्यकमस्ति अचिष्णुधातु ब्रुवाम् इत्यस्य कार्यार्थं, पुगन्तलघुपदस्य च इत्यस्य कार्यार्थम् असुश्रु अ योगः त इति आवश्यकम् अस्ति. तर्हि असुश्रु अ इति यः भागः अचिष्णुधातु ब्रुवाम् इत्यस्य कार्यार्थम् आवश्यकमस्ति सः भागः पुगन्तलघुपदस्य च इत्यस्य कार्यार्थम् अपि आवश्यकम् अस्ति, अतः तदेव अन्तर्भूतनिमित्तकम्. पुगन्तलघुपदस्य च इत्यस्य निमित्तसमुदायम् अस्ति, निमित्तसमुदायः अस्ति असुश्र अ योगः त इति सम्पूर्णं तत्र निमित्तसमुदायः अस्ति. अचिष्णुधातु ब्रुवाम् इत्यस्य निमित्तसमुदायः असुश्रु अ, सः भागः पुगन्तलघुपदस्य च इत्यस्य निमित्तसमुदायस्य मध्ये अस्ति, अतः असुश्रु अ इति भागः अन्तरङ्गम् अस्ति पुगन्तलघुपदस्य च इत्यस्य निमित्तसमुदायस्य मध्ये अस्ति इति कृत्वा अचिष्णुधातु ब्रुवाम् इति अन्तरङ्गसूत्रमस्ति, पुगन्तलघुपदस्य च इति सूत्रं बहिरङ्गम् अस्ति, बहिरङ्गत्वात् पुगन्तलघुपदस्य च इति सूत्रम् असिद्धम्, अतः अचिष्णुधातु ब्रुवाम् इति सूत्रमेव कार्यं करोति अत्र प्रथमम्. बुद्धं वा? बुद्धं भगिनि. हा, इति वयम् अग्रिमसप्ताहे पुनः एकवारं पठामः, अत्र सारांशरूपेण मया उक्तम्. समयः अपि अतीतः. कोऽपि प्रश्नः अस्ति वा? किञ्चित् जाटिल्यम् अस्ति परन्तु अधिकं नास्ति, पुनः एकवारं पठामः चेत् स्पष्टता जायते. अत्र सगयामः वा? अस्तु, समीचीनं, धन्यवादः, नमस्कारः. धन्यवादः भगिनी.